कथं पुनः दैवीम् एतां त्रिगुणात्मिकां वैष्णवीं मायाम् अतिक्रामति इत्युच्यते दैवी ह्येषा गुणमयी मम माया दुरत्यय मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते दैवी देवस्य मम ईश्वरस्य विष्णोः स्वभावभूता हि यस्म एषा यथोक्ता गुणमयी मम माया दुरत्यय दुःखेन अत्ययः अतिक्रमणं यस्याः सा दुरत्यय तत्र एवं सति सर्वधर्मान् परित्यज्य मामेव मायाविनं स्वात्मभूतं सर्वात्मना ये प्रपद्यन्ते ते मायाम् एतां सर्वभूतमोहिनी तरन्ति अतिक्रामन्ति ते संसारबन्धनात् मुच्यन्ते इत्यर्थः यदि त्वां प्रपन्नाः मायामेतां तरन्ति कस्मात् त्वामेव सर्वे न प्रपद्यन्ते इत्युच्यते न मां दुष्कृतिनो मूढाः प्रपद्यन्ते न राधमाः माययापहृतज्ञानाः आसुरं भावमाश्रिताः न मां परमेश्वरं नारायणं दुष्कृतिनः पापकारिणः मूढाः प्रपद्यन्ते नराधमाः नराणामध्ये अधमाः निकृष्टाः ते च माया अवहृतज्ञानाः संमुषितज्ञानाः आसुरं भावं हिंस अनुदायलक्षणम् आश्रितः ये पुनः नरोत्तमाः पुण्यकर्माणः चतुर्विधा भजन्ते मां जनासुकृतिनोऽर्जुन आर्तो जिज्ञासुरर्थार्थि ज्ञानी च भरतर्षभ चतुर्विधाः चतुःप्रकाराः भजन्ते सेवन्ते मां जनाः सुकृतिनः पुण्यकर्माणः हे अर्जुन आर्तः आर्तिपरिगृहीतः तस्करव्याघ्ररोगादिना अभिभूतः आपन्नः जिज्ञासुः भगवत्तत्त्वं ज्ञातुमिच्छति यः अर्थार्थी धनकामः ज्ञानी विष्णोः तत्त्वमिच्छा हे वरदर्शकः तेषां ज्ञानी नित्ययुक्तः एकभक्तिर्विशिष्यते प्रियो हि ज्ञानिनोऽत्यर्थम् अहं स च मम प्रियः तेषां चतुर्णामध्ये ज्ञानी तत्त्ववीं तत्त्वविद्वा नित्ययुक्तः भवति एकभक्तिश्च अन्यस्य भजनीयस्य अदर्शनात् अतः सः एकभक्तिः विशिष्यते विशेषम् आधिक्यम् आपद्यते अतिरिच्यते इत्यर्थः प्रियो हि यस्मादहम् आत्मज्ञानिनः अतः तस्य अहम् अत्यर्थं प्रियः प्रसिद्धं हि लोके आत्मा प्रियो भवति इति तस्मात् ज्ञानिनः आत्मत्वा वासुदेवः प्रियो भवति इत्यर्थः स च ज्ञानी मम वासुदेवस्य आत्मैव इति मम अत्यर्थं प्रियः न तर्हि आर्तादयः त्रयः वासुदेवस्य प्रियः न किं तर्हि उदारा सर्वये वैते ज्ञानीत्वात्मैव मे मतम् आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् उदारः उत्कृष्टः सर्व एव येते त्रयोऽपि मम प्रिया एव इत्यर्थः न हि कश्चित् मद्भक्तः मम वासुदेवस्य अप्रियः भवति ज्ञानी तु अत्यर्थं प्रियो भवति इति विशेषः तत् कस्मादित्यतः ज्ञानी तु आत्मैव न अन्यो मत्तः इति मे मम मतं निश्चयः आस्थितः आरोढुं प्रवृत्तः सः ज्ञानी हि यस्म अहमेव भगवान् वासुदेवः न अन्योऽस्मीत्येवं युक्तात्मा समाहितचित्तः सन् मामेव परं ब्रह्म गन्तव्यम् अनुत्तमां गतिं गन्तुं प्रवृत्तः इत्यर्थः ज्ञानी पुनरपि स्तूयते बहूनां जन्मानां हन्ति ज्ञानवान् मां प्रपद्यते वासुदेवः सर्वमिति स महात्मा सुदुर्लभः बहूनां जन्मनां ज्ञानार्थसंस्काराश्रयाणाम् अन्ते समाप्तौ ज्ञानवान् प्राप्तपरिपाकज्ञानः मां वासुदेवं प्रत्यगात्मानं प्रत्यक्षतः प्रपद्यते कथं वासुदेवः सर्वमिति यः एवं सर्वात्मानं मां नारायणं प्रतिपद्यते सः महात्मा न तत्समः अन्यः अस्ति अधिको अतः सुदुर्लभः मनुष्याणां सहस्रेषु इति उक्तम् आत्मैव सर्वो वासुदेव इति इयम् अप्रतिपत्तवकरणमुच्यते कामैस्तैस्तैहृतज्ञानाः प्रपद्यन्तेऽन्यदेवता तं तं नियममास्थाय प्रकृत्या नियतास्वय कामैः तैस्तैः पुत्रपशुस्वर्गादिविषयैः हृतज्ञानः अपहृतविवेकविज्ञानः प्रपद्यन्ते अन्यदेवताः प्राप्नुवन्ति वासुदेवात् आत्मनः अन्याः देवताः तं तं नियमं देवताराधने प्रसिद्धो यो यो नियमः तं तं आस्थाय आश्रित्य प्रकृत्य स्वभावेन जन्मान्तराज्यसंस्कारविशेषेण नियताः नियमिताः स्वया आत्मीयः तेषां च कामिनां यो यो याम्यां तनुं भक्तः श्रद्धयार्चितुमिच्छति तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् यः यः कामी याम्यां देवता तनुं श्रद्धया संयुक्तः भक्तश्च सन् अर्चितुं पूजयितुम् इच्छति तस्य तस्य कामिनः अचलां स्थिरां श्रद्धां तामेव विदधामि स्थिरीकरो यया एव पूर्वं प्रवृत्तः स्वभावतो यः यां देवतातनुं श्रद्धयामर्चितुमिच्छति सतया श्रद्धया युक्तः तस्याराधनमीहते लभते च ततः कामान् मयैव विहितान् हितान् सतया मद्विहितया श्रद्धया युक्तः सन् तस्याः देवतातन्वः राधनम् आराधनम् ईहते चेष्टते लभते च ततः तस्याः आराधितायः देवतातन्वः कामान् ईप्सितान् मयैव परमेश्वरेण सर्वज्ञेन कर्मफलविभागज्ञतया विहितान् निर्मितान् तान् हि यस्मात् ते भगवता विहितः कामः तस्मात् तान् अवश्यं लभते इत्यर्थः हितानिति पदच्छेदे हितत्वं कामानाम् उपचरितं कल्पे न हि कामा हितः कस्यचित् यस्मात् अन्तवत्साधनव्यापाराः अविवेकिनः कामिनश्च ते अतः अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसां देवां देवयजो यान्ति मद्भक्ता यान्ति मामपि अन्तवत् विनाशी तु फलं तेषां तद्भवति अल्पमेधसाम् अल्पप्रज्ञानं देवान् देवयजो यान्ति देवान् यजन्ते इति देवयजः ते देवान् यान्ति मद्भक्ता यान्ति मामपि एवं समाने अपि आयासे मामेव न प्रपद्यन्ते अनन्तफलाय अहो खलु कष्टं वर्तन्ते इति अनुक्रोशं दर्शयति भगवान् किं निमित्तं मामेव न प्रपद्यन्ते इत्युच्यते अव्यक्तं व्यक्तिमापन्नं मन्यन्ते माम बुद्धयः परं भावमजानन्तो ममाव्ययमनुत्तमम् अव्यक्तम् अप्रकाशं व्यक्तिम् आपन्नं प्रकाशं गतम् इदानीं मन्यन्ते मां नित्यप्रसिद्धम् ईश्वरमपि सन्तम् अबुद्धयः अविवेकिनः परं भावं परमात्मस्वरूपम् अजानन्तः अविवेकिनः मम अव्ययं व्ययरहितम् अनुत्तमं निरतिशयं मदीयं भावम् अजानन्तः मन्यन्ते इत्यर्थः तदज्ञानं किं निमित्तम् इत्युच्यते नाहं प्रकाशः सर्वस्य योगमायासमावृतः मूढोऽयं नाभिजानाति लोको मामजमव्ययम् नाहं प्रकाशः सर्वस्य लोकस्य केषाञ्चिदेव मद्भक्तानां प्रकाशः अमित्यभिप्रायः योगमायासमावृतः योगः गुणानां युक्तिः घटनं सैव माया योगमाया तया योगमाया समावृतः सञ्चन्नः इत्यर्थः अत एव मूढो लोकः अयं न अभिजानाति माम् अयम् अभिये यया योगमाया समावृतं मां लोकः नाभिजानाति नासौ योगमाया मदीया सती मम ईश्वरस्य मायाविनो ज्ञानं प्रतिबध्नाति यथा अन्यस्यापि मायाविनः मायाज्ञानं तद्वत् यतः एवम् अतः वेदाहं समतीतानि वर्तमानानि चार्जुन भविष्याणि च भूतानि मां तु वेदन कश्चन अहं तु वेद जाने समतीतानि समतिक्रान्तानि भूतानि वर्तमानानि च अर्जुन भविष्याणि च भूतानि वेदः मां तु वेद न कश्चन मद्भक्तं मच्छरणम् एकं मुक्त्वा मत्तत्त्ववेदन अभावादेव न मां भजते केन पुनः मत्तत्त्ववेदनप्रतिबन्धेन प्रतिबद्धानि सन्ति जायमानानि सर्वभूतानि मां न विदन्ति इति अपेक्षायाम् इदमाह इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप इच्छाद्वेषसमुत्थेन इच्छा च द्वेषश्च इच्छाद्वेषौ ताभ्यां समुत्तिष्ठति इति इच्छाद्वेषसमुत्थः तेन इच्छाद्वेषसमुत्थेन केन इति विशेषापेक्षायामिदमः द्वन्द्वमोहेन द्वन्द्वनिमित्तः मोहः द्वन्द्वमोहः तेन तावेव इच्छाद्वेषौ शीतोष्णवं परस्परविरुद्धौ सुखदुःखतद्धेतुविषयौ यथाकालं सर्वभूतैः सम्बध्यमानं द्वन्द्वशब्देन विधीयते तत्र यदा इच्छाद्वेषौ सुखदुःखतद्धेतुसम्प्राप्त्य लब्धात्मकौ भवतः तदा तौ सर्वभूतानां प्रज्ञायाः स्ववशापादनद्वारेण परमार्थात्मतत्त्वविषयज्ञानोत्पत्तिप्रतिबन्धकरणं मोहं जनयत् न हि इच्छाद्वेषदोषवशीकृतचित्तस्य यथाभूतार्थविषयज्ञानमुत्पद्यते बहिरपि किमु वक्तव्यं ताभ्याम् आविष्टबुद्धेः सम्मूढस्य प्रत्यगात्मनि बहुप्रतिबन्धे ज्ञानं नोत्पद्यते इति अतः तेन इच्छाद्वेषमुत्थेन द्वन्द्वमोहेन भारतभरतान्मयज सर्वभूतानि सम्मोहितानि सन्ति सम्मोहं सम्मूढतां सर्गे जन्मनि उत्पत्तिकाले इत्येतत् यान्ति गच्छन्ति हे परन्तप मोहवशानि एव सर्वभूतानि जायमानानि जायन्ते इत्यभिप्रायः यतः एवम् अतः तेन द्वन्द्वमोहेन प्रतिबद्धप्रज्ञानानि सर्वभूतानि सम्मोहितानि माम् आत्मभूतं न जानन्ति अत एव आत्मभावेन मां न भजन्ति के पुनः अनेन द्वन्द्वमोहेन निर्मुक्ताः सन्तः त्वां विदित्वा यथाशास्त्रम् आत्मभावेन भजन्ति इति अपेक्षितमर्थं दर्शयितुम् उच्यते येषां त्वन्तगतं पापं जनानां पुण्यकर्मणां ते द्वन्द्वमोहनिर्मुक्ताः भजन्ते मां दृढव्रताः येषां तु पुनः अन्तगतं समाप्तप्रायं क्षीणं पापं जनानां पुण्यकर्मणां पुण्यं कर्म येषां सत्त्वशुद्धिकरणं विद्यते ते पुण्यकर्माणः तेषां पुण्यकर्मणां ते द्वन्द्वमोहनिर्मुक्ताः यथोक्तेन द्वन्द्वमोहेन निर्मुक्ताः भजन्ते मां परमात्मानं दृढव्रतः एवमेव परमार्थत्वं न अन्यथा इत्येवं सर्वपरित्यागव्रतेन निश्चितविज्ञानाः दृढवताः उच्यन्ते ते किमर्थं भजन्ते इति उच्यते जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ते ब्रह्म तद्विदुः कृत्स्नम् अध्यात्मं कर्म चाखिलम् जरामरणमोक्षाय जरामरणयोः मोक्षार्थं मां परमेश्वरम् आश्रित्य मत्समाहितचित्ताः सन्तः यतन्ति प्रयतन्ते ये ते यद्ब्रह्मपरं तद्विदुः कृत्स्नं समस्तम् अध्यात्मं प्रत्यगात्मविषयं वस्तु तद्विदुः कर्मचाखिलं समस्तं विदुः साधिभूताधिदैवं साधियज्ञं च ये विदुः प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः सादिभूताधिदैवम् अधिभूतं च अधिदैवं च अधिभूतादिदैवं सः अधिभूतादिदैवेन वर्तते इति सादिभूतादिदैवं च मां ये विदुः सादियज्ञं च सः अधियज्ञेन सादियज्ञं ये विदुः प्रयाणकाले मरणकाले अपि च मां ते विदुः युक्तचेतसः समाहितचित्ताः इति श्रीमद्भगवद्गीताभाष्ये सप्तमोऽध्यायः।